नमः सर्वेभ्यः. अस्माकं विषयः अस्ति अष्टाध्यायाः सूत्राणां बलाबलचिन्तनम् इति विषयः अनुवर्तते. गतवर्गे अस्माभिः अन्तरङ्गम् इति विषये आरब्धमासीत्. तर्हि अन्तरङ्गं तत्र सूत्रस्य विषये यदा बलाबलचिन्तनं भवति तदानीं वयं जानीमः एका परिभाषा अस्ति, पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरः बलीयः, उत्तरोत्तरं बलीयः इति परिभाषा अस्ति. तत्र पूर्वपर इति कथमस्ति इति अस्माभिः पठितं, तदनन्तरं नित्यसूत्रस्य विषये अपि पठितम्. इदानीम् अन्तरङ्गम् इति विषयः प्रचलन् अस्ति. तर्हि अन्तरङ्गं यदा वदामः तर्हि अन्तरङ्गं बहुविधं भवितुमर्हति, परन्तु अस्माकं करपत्रे विषयद्वयस्य प्रकारद्वयस्य विषये चर्चा अस्ति. तर्हि अन्तरङ्गम् इत्यत्र अङ्गं नाम निमित्तम् इति उक्तं, न तु सामान्यतया अवयवः अथवा व्याकरणशास्त्रे अङ्गम् इति नास्ति, परन्तु अङ्गम् इत्युक्ते निमित्तम् इति उक्तम्. तर्हि नित्यसूत्रस्य अपेक्षया, परसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. इत्युक्ते तस्य कः अर्थः इति चेत्, अन्तरङ्गसूत्रं बहिरङ्गसूत्रं, यदा सूत्रद्वयं वयं एकम् अन्तरङ्गम् अन्यत् बहिरङ्गम् इति वयं निर्णयं कुर्मः, तदानीं बहिरङ्गसूत्रं नित्यसूत्रं वा परसूत्रं वा भवतु, तत् असिद्धं भवति अन्तरङ्गसूत्रस्य दृष्ट्या. असिद्धं बहिरङ्गम् अन्तरङ्गे असिद्धम् अस्ति. अत्र पूर्वं यदा चर्चा भवति, पूर्वपर अपि च पूर्वपरनित्य, तत्र तु असिद्धत्वस्य विषये चर्चा नास्ति. पश्यन्ति चेत् तत्र तु केवलं तत्र पूर्वपरप्रसङ्गे तत्र तुल्यबलविरोधः अस्ति वा इति चिन्तनं भवति. यस्य यत्र तुल्यबलविरोधः अस्ति तत्र परशास्त्रस्य बलम् इति उक्तम्. अपि च नित्यसूत्रस्य प्रसङ्गे कृताकृतविधिः, यः विधिः कृताकृतः अस्ति सः विधिः नित्यः इति उक्तं, तत्रापि असिद्धम् इति किमपि न उक्तं. परन्तु अन्तरङ्गस्य विषये वयं पश्यामः चेत् बहिरङ्गशास्त्रम् असिद्धं भवति अन्तरङ्गस्य दृष्ट्या, अतः अन्तरङ्गम् एव बलवत्, यतोहि बहिरङ्गं बहिरङ्गस्य अस्तित्वमेव नास्ति इति तदुक्तं. तत्पश्चात् अस्माभिः अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इत्यपि कथमस्ति इति अस्माभिः चर्चितम्. इत्युक्ते बहिरङ्गशास्त्रस्य बहूनि निमित्तानि भवन्ति, तेषां निमित्तानां समुदायस्य मध्ये अन्तरङ्गशास्त्रस्य निमित्तम् अन्तर्भूतम् अस्ति चेत् तदानीं यस्य निमित्तं बहिरङ्गशास्त्रस्य समुदायमध्ये अन्तर्भूतम् अस्ति तत् अन्तरङ्गम्, अन्यत् अस्ति बहिरङ्गम् इति अपि अस्माभिः दृष्टम्, उदाहरणमपि चर्चितम्. अन्तर्भूतनिमित्तकम् अन्तरङ्गम् इत्यस्मिन् विषये एव अत्र करपत्रे उदाहरणमस्ति, तत् पश्यामः. अत्र प्रथमप्रकारक अन्तरङ्गम् अस्ति पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्, तदेव अन्तर्भूतनिमित्तकम् इत्यनेन पूर्व उपस्थितनिमित्तकम् इत्यस्य विषये एव चर्चा अस्ति. तर्हि ततः आरभ्य पठामः. तत्र सूत्रद्वयं गतवर्गे अस्माभिः पठितमासीत्, लोपोव्योर्वलि श्वोः शूरनासिके च इत्यपि, तथापि पुनः स्मरणार्थं पुनः एकवारं पठामः. अत्र अरविन्द महोदय आरम्भं करोति वा. विजयलक्ष्मी भगिनी नमस्ते, अन्य कोऽपि अस्ति वा? नमस्ते भगिनि, गीता अस्मि. गीता भगिनी नमस्ते. अस्तु महोदय, कृपया. पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्, पूर्व उपस्थितनिमित्तकस्य अपि अन्तरङ्गत्वात् अस्य यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्. अस्य बोधनार्थं दृष्टान्तो दीयते. सीव् धातुः न प्रत्ययः स्योना शब्दः, न इति उणादिप्रत्ययः, सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः. सीव् योगः न इत्यवस्थायां सूत्राणां त्रयाणां सूत्राणां प्रसक्तिर्भवति. लोपो व्योर्वलि छो षुडनु अनुनासिके च, पुगन्तलघुपदस्य च, त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्। उदाहरणम् अन्तरङ्गस्य उदाहरणार्थं सीव् धातुतः उणादिप्रत्ययः न योजनेन त्रयाणां सूत्राणां प्रसक्तिर्भवति। लोपोर्प्योर्बलि छो षडु नपुंसक अनुनासिके च एवं पुबन्धलघुप्तस्य च त्रयाणां सूत्राणां मध्ये कस्य प्राप्तिर्भवति इति चिन्तनीयं दत्तमस्ति। लोपोर्व्योर्बलि वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपो भवति व च य च व्योः इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वलि सप्तम्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलि। वल् प्रत्याहारे परे अस्ति चेत् पूर्वविद्यमानवकारयकारयोः लोपो भवति इति अस्य सूत्रस्य अर्थमस्ति। छोः षुड् अनुनासिके च तुक् सहितश्चकारस्य एकक्षणं महोदय धन्यवादः। अत्र लोपो व्योर्वलि इति सूत्रस्य अर्थः कः इति स्पष्टः खलु? अत्र वल् प्रत्याहारस्य वर्णः परः अस्ति चेत् पूर्वं वकारः अथवा यकारः अस्ति चेत् वकारयकारयोः लोपः भवति वलीपरे, वल् इति निमित्तमस्ति तत्र। पश्यन्ति चेत् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारे नास्ति, अतः अङ्गकार्यं नास्ति इति स्मर्तव्यं। लोपोव्योर्वलि इति अङ्गस्य अधिकारे नास्ति। अस्तु, इदानीम् अग्रे पमेला भगिनी पठतु। भगिनी क्षम्यताम्, लोपो व्योर्वलि इति सूत्रस्य निमित्तं वल् एव अस्ति भगिनि, अन्यनिमित्तानि कानि तत्र? वल् प्रत्याहारे परे पूर्वं यकारः वकारः तावदेव, पूर्वं वकारः भवेत् अथवा यकारः भवेत् अनन्तरं वल् प्रत्याहारस्य वर्णः भवेत् तर्हि पूर्वं विद्यमानः वकारयकारयोः लोपः। अस्तु, कोऽपि प्रत्यय वल् अस्ति? न, तदर्थमेव अत्र उक्तं खलु अङ्गकार्यं नास्ति इति उक्तं खलु, अङ्गस्य अधिकारे नास्ति अतः प्रत्ययः इति विषयः नास्ति अत्र। अस्तु अस्तु, हा हा हा हा, प्रत्ययस्य विषये नास्ति। अस्तु अस्तु, हा सुस्पष्ट, अधुना सुस्पष्टं, धन्यवादः। हा, प्रत्ययस्य विषये नास्ति, वलीपरे इति उक्तम् इति चेत् अत्र वल् प्रत्याहारस्य यः कोऽपि यत्र कुत्रापि भवितुम् अर्हति, पदम् अपदं यत्र कुत्रापि, वर्णनिमित्तकार्यमस्ति। तत्र आदौ सूत्रमस्ति खलु लोपो व्योर्वलि इति, गतवर्गे अस्माभिः पठितं, ततः एव पुनः पुनस्मरणम्। आं भगिनि, विजयलक्ष्मी भगिनि, पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इति सेक्षन् अन्तरङ्गस्य विषये प्रथमप्रकारः। अस्तु भगिनि, पठतु। छोः षूड् अनुनासिके च तुक् सहितचकारस्य स्थाने षकारादेश अपि वकारस्य स्थाने ऊट् आदेश भवति अनुनासिकादिप्रत्ययपरे, क्वि परे जलादिप्रत्यय च परे, च्व च व च तयोरितरेतरद्वन्द्वः छोः तयोः छोः इतरेतरद्वन्द्व छौः चौ तयोः छोः श च उट् च तयोः संहारद्वन्द्व षुड् जलान् जशौन्ते इत्यनेन टकारस्य स्थाने डकारः छोः षष्ट्यान्तं षुड् प्रथमान्तम् अनुनासिके सप्तम्यमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रम्। अनुनासिकस्य क्विहि जलो निति इत्यस्मात् क्विहि जलो इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं छोः अङ्गस्य षूट् क्वि जलो अनुनासिके च तत्र छोः शूरननासिके च इत्यस्य विवरणम् अस्ति. यत्र चकार अस्ति तादृशचकारे यत्र तुक् सहितचकार अस्ति तस्य स्थाने शकारादेशः भवति अनुनासिके क्वीः जलो अनुनासिके परे अस्ति चेत् तुक् सहितचकारस्य स्थाने शकारादेशः भवति. अपि च व अङ्गस्य व वकारस्य स्थाने अपि ऊट् आदेशः भवति. एतानि त्रीणि निमित्तानि अस्ति चेत् शूट् च ऊट् च तयोः समाहारद्वन्द्व शूट् तत् टकारस्य स्थाने टकारादेशः भवति जलां जशोन्ते इत्यनेन. चोः षष्ट्यन्तं शूट् प्रथमान्तम् अनुनासिके सप्तमम् अन्तम् अस्ति. निति च इत्यस्मात् अनुनासिकस्य क्वी जलो निति इत्यस्मात् क्वी जलो इत्यस्य अनुवृत्तिः अस्ति. अङ्गस्य इत्यस्य अधिकार अत एव एतत् सूतम् अङ्गकार्यम् अस्ति. तर्हि त्रीणि निमित्तानि सन्ति क्वि अपि झलो अपि निति क्वि जलो अनुनासिके परे त्रयाणां किमपि सन्ति चेत् चोः अथवा उवकारस्य स्थाने ऊट् आदेशः भवति. बहु सम्यक् समीचीनं बहु समीचीनं. तर्हि तुक् सहितछकारः अस्ति चेत् तालव्यशकारादेशः भवति. अङ्गस्य अन्ते वकारः अस्ति चेत् ऊट् इति आदेशः भवति. निमित्तानि तु अनुनासिकप्रत्ययः अथवा क्वि इति प्रत्ययः अथवा जलादिप्रत्ययः अस्ति चेत् अङ्गस्य तुक् सहितछकारस्य छकारादेशः वकारस्य स्थाने ऊट् इति आदेशः. बहु समीचीनं. तर्हि इदानीं अत्र उमा भगिनी एकवारं वदतु तत्र तत्र चोः शूडननासिके च इत्यस्य निमित्तं किं निमित्तं चोः इति जल् प्रत्याह जल् प्रत्याहार आर् क्वी आर् अनुनासिक सत्यं. कार्यं किं कार्यं चोः इति स्थाने शकारः आगच्छति अण्ड् वोः सोरि छ इति स्थाने वोः इति स्थाने ऊट् आदेशः भवति. अत्र शूट् अनुनासिके परे अनुनासिके अथवा झल् प्रत्याहारः अस्ति प्रत्यय आगच्छति चेत् बहु समीचीनं समीचीनम् अस्तु. इदानीम् अत्र विजयलक्ष्मी भगिनी भवती प्राप्तं वा? आं प्राप्तम्. अस्तु भवती वदतु इदानीं लोपोव्योर्वली अपि च छोः शूरनासिके च अनयोः कीदृशसम्बन्धः अस्ति सम्बन्धः अस्ति वा नास्ति वा? न जाने भगिनी. न इत्युक्ते सम्बन्धः इत्युक्ते तत्र किं द्रष्टव्यम् इति चेत् तत्र निमित्तं पश्यतु. लोपोव्यवर्वलि इति सूत्रस्य निमित्तं किं व अथवा य वलि परे भवति चेत् इत्युक्ते परनिमित्तं परनिमित्तं तत्र वलि इति अस्ति खलु. वलि वलि अस्ति. चोवशूरनासिके च इत्यत्र निमित्तं किं तत्र अनुनासिकः भवतु अथवा झल् प्रत्याहारः भवतु अथवा क्वि इदानीम् अनयोः मध्ये तत्र सम्बन्धः कुत्रचित् अस्ति वा? वल् प्रत्याहारः झल् प्रत्याहारे झल् प्रत्याहारः वल् प्रत्याहारस्य अन्तर्भवति. ओ सम्यक्. अपि च अनुनासिकप्रत्ययः अनुनासिकप्रत्ययः तु वल् इत्यस्य मध्ये अस्ति. आम् इति अत्र मुख्यविषयः अस्ति. अनुनासिकप्रत्ययः अपि वलि अन्तर्भूतः अस्ति, झल् अपि वलि अन्तर्भूतः अस्ति, खलु? सर्वे पश्यन्ति खलु. चोः शूनासिके च इति सूत्रे यानि निमित्तानि सन्ति, क्वि इति इदानीं त्यजामः. अनुनासिकप्रत्ययः अपि च जलादिप्रत्ययः द्वयमपि वलि अन्तर्भूतः वा न वा? गीताञ्जलि भगिनी किम् अवगतम्? अवगतं भगिनि. किमर्थम् अत्र झल् प्रत्याहार तु अन्तर्भूतः अस्ति, वल् बृहत् अस्ति तस्य अपेक्षया. अपि च अनुनासिक सर्वाणि सन्ति इत्युक्ते यमङ्गणनं तत्रैव सन्ति. अपि च क्वि विषये न अवगतं भगिनि. क्वि विषये इदानीं त्यजतु. क्वि इति प्रत्ययः अस्ति, तस्य तु लोपोव्योर्वलि इत्यनेन सम्बन्धः नास्ति. क्वि इति प्रत्ययः अस्ति, अत्र प्रत्याहारः नास्ति. क्वि इति प्रत्याहारः नास्ति, अतः वलि इत्यनेन सम्बन्धः नास्ति तत्र. अत्र प्रत्याहारः छोः शूड् अनुनासिके च इति सूत्रे प्रत्याहारः कः इति चेत् अनुनासिकवर्णाः, अनुनासिकादिप्रत्ययः इत्युक्ते अनुनासिकवर्णाः, अपि च जल्वर्णः. द्वयमपि तत्र वलि अन्तर्भूतः, खलु? तर्हि अत्र अनेन किम् अवगन्तुं शक्नुमः? अत्र यतोहि झल् अपि अनुनासिक अन्तर्भूतनिमित्तानि सन्ति चेत् अन्तरङ्गं सूत्रम् अस्ति छोः षूड् अनुनासिके च इति बलवत् अत्र. न अत्र तु अन्तरङ्गं बहिरङ्गम् इति कदा पश्यामः? यदा तत्र सिव्योगः न इति सन्दर्भे तत्र सिव् इति यदस्ति तद् सिव्योगः न इत्यस्मिन् अन्तर्भूतः अस्ति चेत् अन्तरङ्गं बहिरङ्गम् इति चिन्तयामः अस्माकं प्रक्रियावसरे. इदानीं सूत्रचिन्तनमस्ति खलु? अस्तु अस्तु. इदानीं लोपोव्योर्वलि अपि च चोः शूडनासिके च मध्ये कीदृशसम्बन्धः इति चेत् अत्र कोऽपि अन्य कोऽपि वदतु कीदृशसम्बन्धः अस्ति. बहिरङ्ग अन्तरङ्गसम्बन्धः वा भगिनि? तदेव अहं वदामि. बहिरङ्ग अन्तरङ्गसम्बन्धः अस्ति न वा इति चेत् प्रक्रियावसरे चिन्तनीयम्. एतावत्पर्यन्तं न गतं खलु? सिव्योगः न इत्यत्र कीदृशसन्दर्भः इति चिन्तयामः किञ्चित् अनन्तरं. परन्तु इदानीं परसूत्रमस्ति भगिनि. प्रथमं तु चोशुरनासिके च इति परसूत्रम् अस्ति. अस्तु, तत्र तुल्यबलविरोधः अस्ति वा अनयोः? अस्ति किल. तत्र लोपोव्योर्वलि इत्यस्य वल् प्रत्याहारे अन्ये वर्णाः सन्ति, अतः तस्य अन्यत्र प्रसक्तिः अस्ति. अपि च चोः षूड् अनुनासिके अपि क्विप् प्रत्यये परे अस्ति इति भवति, तत्रापि अन्यत्र लब्धावकाशः अस्ति, अतः तुल्य इदानीं क्विप् प्रत्ययः इति त्यजतु. परन्तु अन्यत्र लब्धावकाशः अस्ति किल, तत्र तदेव मम आशयः. अन्यत्र लब्धावकाशः अस्ति, परन्तु लोपव्योर्वलि इत्यत्र क्वि इत्यस्य सन्दर्भः नास्ति खलु? तत् सत्यं. द्वयोः अन्यत्र लब्धावकाशः अस्ति एव, अतः तुल्यबलविरोधः अस्ति इति मम. न तदेव अहमेकं वक्तुम् इच्छामि. अत्र किञ्चित् भ्रमः अस्ति. ओ एवं वा. तुल्यबलविरोधः इति यदा वदामः तदानीं तत्र अनयोः इत्युक्ते तत्र किं वक्तुं किं वक्तव्यम् इति चेत् अत्र क्वि इति विषयः विशिष्टः विषयः अस्ति खलु. लोपो व्योर्वलि अपि च चोशुरनास्तिक् अनयोः कोऽपि सम्बन्धः नास्ति. क्वि इति प्रत्यये परे तत्र चोशुरनास्तिके च इत्यस्य लब्धावकाशः अस्ति एव. तदिदानीं त्यजामः. क्वि इति विषयः एव त्यजतु. इदानीम् अस्माकं पुरतः कः विषयः अस्ति? वलि एकत्र अस्ति, एकत्र अनुनासिकप्रत्ययः, जलादिप्रत्ययः अस्ति खलु. तत्र चिन्तयतु. एते तु अन्तर्भूतः, वलि इत्यस्मिन् अन्तर्भूतः सन्ति अनुनासिक अपि च छल् प्रत्याहारः. तर्हि अन्तर्निमित्तम् इति भवति निमित्तं. तर्हि अन्यत्र लब्धावकाशः अस्ति इति वक्तुं शक्यते वा? न, अधुना तु यदि क्वि प्रत्ययः त्यजामः तु तत्र न भवति इति, अन्यत्र लब्धावकाशः न भवति चोः शूड् अनुनासिके च इत्यस्य सूत्रस्य. समीचीनं. किमर्थं न भवति? तत्र तु अनुनासिकः अपि च झल् एते द्वे निमित्तानि वल् प्रत्याहारस्थवर्णाः सन्ति, अपि च तेन कारणेन यत्र यत्र च्वो षूड् अनुनासिके च कार्यं कर्तुम् आगच्छति तत्र लोपो व्योर्वलि अपि कार्यं कर्तुम् आगच्छति. इति विषयः अस्ति. बहु सम्यक्. तर्हि यत्र यत्र इति यदा वदामः तदानीं कीदृशसम्बन्धः अस्ति अनयोः मध्ये? तत्र तु अपवादभूतेन इति भवति वा तत्र यत्र? सत्यम्, अपवादः. तत्र किं सूत्रम् अपवादः? किं सूत्रम् अपवादसूत्रं? लोपो व्योर्वलि इत्यस्य अपवादः अस्ति चोः शूडनुनासिके इति. यतोहि यदि चोः शूडनुनासिके इत्यस्य कार्यं न भवति तत्र अन्यत्र कुत्रापि न भवितुम् अर्हति. इति विषयः अस्ति. इति विषयः अस्ति इत्युक्ते अत्र यत्र एकस्मिन्नेव सन्दर्भे लोपो व्योर्वलि अपि च चोः शूडनासिके च इति अनयोः प्रसङ्गः अस्ति, प्रसक्तिः अस्ति. इदानीं चिन्तनीयम् अनयोः कीदृशसम्बन्धः अस्ति इति पश्यामः चेत् चोः शूडनासिके च इति सूत्रे त्रीणि निमित्तानि सन्ति. क्वि परे, जलादिप्रत्यये परे, अनुनासिके परे. क्वि इति विशिष्टः सन्दर्भः अस्ति. लोपोव्योर्वलि अपि च क्वि अनयोः कोऽपि सम्बन्धः एव नास्ति, अतः क्वि इति इदानीं त्यजामः. क्वि इति सन्दर्भे चोः शूडनासिके च इत्यस्य अवकाशः अस्ति एव, परन्तु लोपोव्योर्वलि इत्यस्य अवकाशः नास्ति. तत्र तत्तु पृथक् स्थलम् अस्ति चोः शूडनासिके च इत्यस्य, तत्र त्यजामः. परन्तु जलीपरे, अनुनासिके परे, चोः शूडनासिके च अपि च लोपो व्योर्वलि अनयोः कीदृशसम्बन्धः इति चेत्, यथा उक्तं झलि अपि च अनुनासिकप्रत्ययः द्वयम् अपि वलि एव अन्तर्भूतः. अतः यत्र यत्र चोः शूडनासिके च इति सूत्रस्य प्रसक्तिः भवति तत्र सर्वत्र लोपो व्योर्वलि इति सूत्रमपि आगच्छति. लोपो व्योर्वलि इत्यस्य क्षेत्रं बृहत् अस्ति, चोः शूडनासिके च इत्यस्य क्षेत्रं लघु अस्ति. अतः तत्र यत्र यत्र इति सन्दर्भः अस्ति. यत्र यत्र चोः शूडनासिके च आगच्छति तत्र सर्वत्र लोपो व्योर्वलि इति आगच्छति एव. तर्हि इदानीं सर्वत्र लोपो व्योर्वलि एव कार्यं करोति चेत् चोः शूडनासिके च इत्यस्य अवकाशः न भवति, निरवकाशं भवति सूत्रं. तत्र तस्मिन् दले अत्र दलं, प्रत्येकं दलं स्वीकृत्य द्रष्टव्यम्. इत्युक्ते दलम् इत्युक्ते तत्र किम् अस्ति? तत्र पृथक् पृथक् निमित्तानि सन्ति खलु, पृथक् पृथक् पदानि सन्ति, पृथक् पृथक् निमित्तम् अस्ति. तर्हि जली इति निमित्तं स्वीकृत्य, अनुनासिके इति निमित्तं स्वीकृत्य, अपि च वलि इति पश्यामः चेत् वलि इत्यस्मिन् अन्तर्भूतः अस्ति. यदि तत्र जलीपरे, अनुनासिके परे, चोः शूडनासिके च इति कार्यं न करोति चेत् सूत्रमेव व्यर्थं भवति. तदर्थं चोः शूडनासिके च इति सूत्रम् अपवादसूत्रं, निरवकाशत्वम् अपवादस्य लक्षणम्. यदि अत्र कार्यं न करोति चेत् निरवकाशं भवति इति कृत्वा तस्य अवसरः अत्र भवति. अपि च अन्यत् अपि स्मर्तव्यम्, अत्र लोपोव्योर्वलि इति वर्णकार्यम् अस्ति, चोः शूडनासिके च इति अङ्गकार्यम् अस्ति. तर्हि वयं जानीमः वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवद् भवति खलु. अतः तद्दृष्ट्या अपि चोः शूडनासिके च इति बलवत् अस्ति, लोपोव्योर्वलि इति वर्णकार्यम् अस्ति. अस्तु, इदानीम् अत्र शोभाभगिनी वदतु, किम् अवगतम्? आं भगिनि, तत्र एकं न अवगतं. तत्र लोपो व्योर्वलि इति सूत्रे वल् प्रत्याहारे परे तत् अवगतं. च्वोः षूडनुनासिके च इति सूत्रे तत्र पूर्वं पूर्वं छ इत्युक्ते तुक्सहित छकार अपि च वा अस्ति च. ओ अस्तु, अधुना अवगतं. लोपो व्योर्वलि तत्र पूर्वं वकार यकार वा भवेत् अपि च परं वल् प्रत्याहारस्य वर्णः भवेत्. वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकार यकारयोः लोपो भवति इति. अपि च च्वोः षूडनुनासिके च इति सूत्रे तत्र तुक्सहितचकारः भवेत् पूर्वं तस्य स्थाने षकारादेशः, वकारस्य स्थाने ऊट् आदेशः भवति. तत्र अस्मिन् प्रक्रियां पूर्वं छ तुक्सहितचकारः अस्ति अपि च तत् यथा उक्तं वल् प्रत्याहार झल् अस्ति अपि च वल् प्रत्याहारस्थ वर्णः अपि अस्ति. परम् अनुनासिकचकारः इति वदति वा? हा, तुक्सहितचकार. आं भगिनि, तत्र च अल्पप्राण महाप्राणचकारद्वयोः विषयः. किं किं भगिनि? द्वयमपि वल् प्रत्याहारे अस्ति इति वदति वा? वल् प्रत्याहारे सर्वाणि व्यञ्जनानि हा विहाय. न न, मम प्रश्नः अस्ति, तुक्सहितछकारः वल् प्रत्याहारे अस्ति इति वदति वा, वक्तुमिच्छति वा? पुनः वदतु, किं वक्तुमिच्छति, पुनः एकवारं वदतु. हा, तुक्सहितछकारः इत्युक्ते अल्पप्राण अपि महाप्राणचकारः द्वे अपि झल् प्रत्याहारे सन्ति स्तः. हा, एकक्षणं भगिनि, एकक्षणम्. अत्र यदा वयं तत्र सूत्रयोः सम्बन्धः कः इति पश्यामः, तदानीं प्रथमं निमित्तस्य विषये चिन्तनं भवति. अत्र निमित्तं किम् अस्ति? तुक्सहितचकारः इति तत्र परनिमित्तं नास्ति खलु? परनिमित्तं नास्ति, पूर्वनिमित्तम् अस्ति. अतः तुक्सहितचकारः वल् प्रत्याहारे अन्तर्भूतः इति विषयः नास्ति, तस्मिन् विषये चिन्तनं न कुर्मः. तुक्सहितचकारः वल् प्रत्याहारे भवतु न भवतु, तत्र तेन किमपि नास्ति. सत्यं, किमर्थं चेत् लोपो व्योर्वलि इत्यस्मिन् वल् इति परनिमित्तम् अपि च न न, यदि पूर्वनिमित्तस्य विषये चिन्तनं कर्तुम् इच्छति चेत् तत्र तुक्सहितचकारस्य केन सह तत्र सम्बन्धः अस्ति? वल् प्रत्याहारे, वल् प्रत्याहारे पूर्वं किं भवेत्? प्रश्नं न अवगतं भगिनि, पूर्वं किं भवेत्? इदानीं चोः शूलनासिके च इत्यत्र तुक्सहितचकारः इति अङ्गम् अस्ति चेत् अपि च अनुनासिकप्रत्ययः जलादिप्रत्ययः अस्ति चेत् चकारस्य स्थाने षकारः भवति इति उक्तम्. लोपोव्योर्वलि इत्यत्र तादृश कुत्र कार्यस्थलं कुत्र अस्ति? लोपो व्योर्वलि इत्यस्य तत्र तु वकारयकार एव. वकारयकारः इति पूर्वमस्ति, वकारयकारः अपि च तुक्सहितचकारः अनयोः सम्बन्धः अस्ति वा? नास्ति. नास्ति खलु? नास्ति. अतः तुक्सहितचकारः कष्टं खलु, तत्र साम्यं नास्ति. यदि अहं पूर्वं परं द्वयोः अपि साम्यं पश्यामि चेत् नास्ति. हा, इत्युक्ते तत्र मिश्रणं न करणीयं, तत्र पूर्वनिमित्तं परे अस्ति वा, वलि तुक्सहितचकारः वलि अस्ति वा न वा इति अस्माकं चिन्तनं नास्ति. तुक्सहितचकारः एकस्मिन् स्थले अस्ति, अन्यत्र वकारयकारः अनयोः सम्बन्धः एव नास्ति. तुक्सहितचकारः इति विषयः एव नास्ति इदानीम् अस्माकम्. यदा तुक्सहितचकारः आगच्छति तदानीं तु तत्र लोपो व्योर्वलि इत्यस्य प्रसक्तिः एव नास्ति, खलु? सत्यम्। अतः तस्य विषये चिन्तनं नास्ति इदानीं। तुक्सहितचकारः इति पृथक् कार्यक्षेत्रम् अस्ति शोः शूडनासिके च इत्यस्य, तत्र तु सङ्घर्षः नास्ति, लोपो व्योर्वलि इति न आगच्छति एव। इदानीं शोः शूडनासिके च इति सूत्रे द्वितीयं कार्यम् अस्ति वकारस्य स्थाने ऊट्, यत्र वकारः अस्ति अङ्गस्य अन्ते तदानीमेव लोपो व्योर्वलि अपि आगन्तुं शक्नोति, चोः शूडनासिके च इति अपि आगन्तुं शक्नोति, खलु? सत्यं। हा, इदानीं तत्र यदा अङ्गस्य अन्ते वकारः अस्ति अपि च अनन्तरं तत्र जल् प्रत्याहारस्य वर्णः अथवा अनुनासिकप्रत्ययस्य वर्णः अस्ति तदानीं किं भवति? यदा वकारः पूर्वम् अपि च परं झल् प्रत्याहारस्थवर्णः अथवा वल् इति अस्ति चेत् किं भवति इति उक्तवती किल, झल् अस्ति अथवा अनुनासिकः अस्ति, अनुनासिकः, हा, अस्तु अस्तु। तत्र पूर्वं वकारः अस्ति चेत् लोपो व्योर्वलि इत्यस्य प्रसक्तिः भवति, अपि च किमर्थम् इत्युक्ते सूत्रे व्योः लोपः वलि इति, व्योः इत्यस्मिन् वकारः अस्ति यकारः अस्ति, अपि वलि इत्युक्ते वल् प्रत्याहारे परे न, परन्तु मया इदानीं वल् इति न उक्तं, मया अनुनासिकप्रत्ययः जल् इति, जल् इति उक्तं, खलु? आम्। तर्हि लोपो व्योर्वलि इति कथं तत्र, कथम् इत्युक्ते झल् इति वल् प्रत्याहारे अन्तर्भूतः अस्ति इति कृत्वा किल, इति वक्तव्यं, खलु? इति वक्तव्यं, झल् इति प्रत्याहारः वल् प्रत्याहारे अन्तर्भूतः, अनुनासिकः, अनुनासिकमकारः तु तदपि वल् प्रत्याहारे अन्तर्भूतः। समीचीनं, तर्हि अत्र पश्यति खलु, तर्हि यत्र यत्र अनुनासिकप्रत्ययः अथवा जलादिप्रत्ययः अस्ति अपि च पूर्वं वकारः अस्ति तत्र सूत्रद्वयं प्रसक्तमस्ति, खलु? सूत्रद्वयं किम्? सूत्रद्वयं लोपो व्योर्वलि च्वोः शूडनुनासिके च इति। हा, सत्यं, लोपो व्योर्वलि अपि च च्वोः शूडनासिके च, श्रूयते खलु? आं भगिनि। अस्तु अस्तु, स्पष्टं खलु इदानीम् अनयोः सम्बन्धः? हा, स्पष्टं, तत्र अस्तु, आम्, छक तुक्सहितचकारः अस्ति चेत् तत्र सम्बन्धः नास्ति, किन्तु वकारः आगच्छति चेत् तत्र द्वयोः सूत्रयोः प्रसक्तिः भवति इति विषयः। यत्र यत्र पूर्वं वकारः अस्ति अनन्तरं तत्र वल् प्रत्याहारस्य कश्चन वर्णः, इत्युक्ते अनुनासिकवर्णः अथवा जलादिवर्णः, इत्युक्ते वल् प्रत्याहारे झल् अपि अस्ति, न्यमगणन इति अनुनासिकवर्णः, अनुनासिकवर्णः के इति वयं जानीमः खलु, वर्गस्य पञ्चमः वर्णः, पञ्चमः वर्णः न्यमगणन इति, अपि च वल् इति पश्यामः चेत् तत्र वकारः लकारः अपि अस्ति, वकारः लकारः अस्ति, तत्तु पृथक् अस्ति, यदा अत्र परे वकारः अस्ति अथवा लकारः अस्ति तदानीं तु चोः शूरनासिके च इत्यस्य प्रसक्तिः एव नास्ति, तत्र तु लोपो व्योर्वलि इत्यस्य एव कार्यं भवति, तस्य अवसरः अस्ति तत्र, परन्तु यत्र अनुनासिकवर्णः अथवा जल् प्रत्याहारस्य वर्णः अस्ति तदानीं चोः शूरनासिके च इत्यस्यापि प्रसक्तिः, लोपो व्योर्वलि इत्यस्यापि प्रसक्तिः अस्ति, तर्हि तदानीं तत्र किं वदामः, अत्र किं वदामः शोभा भगिनि? तत्र तुल्यबलं भवति किल, तुल्यबलं भवति वा, कथम्? ओ अस्तु, अधुना हा भगिनी उक्तवती तत्र न तुल्यबलम् अस्ति चेत् द्वयोः अन्यत्र प्रसक्तिः अस्ति इति, तत्र च्वोः इति विशिष्टेन दत्तं, इदानीं वकारस्य एव प्रसङ्गः अस्ति, वकारस्य प्रसङ्गे एव पश्यतु, अन्यत्र न पश्यतु. चुक्षैतचकारस्य स्थाने अवकाशः अस्ति इति न पश्यतु, तत्तु भिन्नम् अस्ति, पृथक् क्षेत्रम् अस्ति, तत्र सङ्घर्षः एव नास्ति अनयोः. कुत्र अनयोः सङ्घर्षः अस्ति तस्मिन् विषये एव चिन्तनीयम्. अत्र यदा अङ्गस्य अन्ते वकारः अस्ति, अनन्तरम् अनुनासिकप्रत्ययः अथवा जलादिप्रत्ययः अस्ति, तदानीम् एव सङ्घर्षः अस्ति खलु अनयोः मध्ये. सत्यम्. अत्र अस्मिन् सूत्रे किं भवति इत्युक्ते त्रीणि निमित्तानि भवन्ति, पूर्वं द्वे अपि परं त्रीणि, अतः किञ्चित् क्लेशः भवति भगिनि तत्र. अतः एव तत्र किञ्चित् करपत्रे लिखित्वा तत्र द्रष्टव्यं, तत्र कागदे लिखित्वा द्रष्टव्यम् अस्मिन् सूत्रे कानि कानि निमित्तानि. इदानीं लोपोव्योर्वली अपि च चोः शूरनासिके च इति केवलं वकारस्य प्रसङ्गे एव वयं चिन्तयामः चेत् अनयोः इदानीं कथं चिन्तनीयम् इति चेत् पूर्वं वकारः अस्ति, अनन्तरम् अनुनासिकप्रत्ययः अथवा जलादिप्रत्ययः अस्ति. इदानीं तत्र लोपोव्योर्वली इत्यस्य प्रसक्तिः अस्ति, चोः शूरनासिके च इत्यस्य अपि प्रसक्तिः अस्ति. तर्हि अनयोः अन्यत्र लब्धावकाशः अस्ति वा इति प्रथमः प्रश्नः. तस्य उत्तरं किम्? अन्यत्र लब्धावकाशः इत्युक्ते तत्र कुत्र इति अहं लोपं वक्तुं शक्नोमि. हा, तत्तु समीचीनं, न वक्तुं शक्नोति इति समीचीनम् इत्युक्ते कुत्रचित् तादृशप्रसङ्गः भवति वा यत्र केवलं इदानीं तत्र लोपोव्योर्वली इति सूत्रस्य प्रसङ्गे पश्यामः चेत् लोपोव्योर्वली इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः. लोपोव्योर्वली इति अन्यत्र कुत्रचित् कार्यं कर्तुम् अर्हति वा इति प्रश्नः. तत्र किं चिन्तयति भवती? सूत्रं व्यर्थं भवति वा? सूत्रं अन्यत्र प्रसक्तिः अस्ति एव इति मन्ये सूत्रस्य, किन्तु उदाहरणं नास्ति, परन्तु वलि इति उक्तं खलु, तत्र वलि अन्यत् किम् अस्ति? वलि अन्यत् किम् अस्ति इत्युक्ते अनुनासिकप्रत्ययः अपि च जलादि इति विहाय अन्यत्र कुत्र कार्यं भवति? यकारः, वकारः, लकारः, रेफः, अनन्तरं रेफः नास्ति, वल् रेफः, वकारः, रेफः, लकारः, रेफः अपि अस्ति, सत्यं, वकारः, रेफः, लकारः इति. तत्र तु लोपोव्योर्वली इत्यस्य कार्यं भवति एव खलु? शिव् इत्यत्र व अस्ति, यदि य भवति तत्रापि कार्यं भवितुम् अर्हति. शिव् इति धातुः अस्ति चेत् खलु, शिव् इति धातु तत्र व अस्ति, यदि धातु यान्तधातु भवति चेत् तस्यापि कार्यं कर्तुं शक्यते. परन्तु अस्माकं छ्वो तत्र तु केवलं वकारस्य एव प्रसक्तिः अस्ति. लोपोव्योर्वलि इति यकारः अपि इदानीं त्यजतु, यकारे तत्र साम्यं नास्ति खलु. चोः शूरनासिके च इत्यस्य प्रसक्तिः एव न भवति, यकारः यत्र अस्ति अतः कुत्र तस्य प्रसक्तिः भवितुम् अर्हति इति पृष्टवती, तत् कारणम् उक्तवती. हा, अन्यत्र कुत्र भवितुम् अर्हति इति चेत् यत्र साम्यम् अस्ति तस्मिन् विषये चिन्तनं. इदानीं वकारस्य विषये एव चिन्तनं, यतोहि तत्र एव द्वयोः अपि एकस्मिन् प्रसङ्गे प्राप्तिः अस्ति. इदानीं वकारस्य प्रसङ्गे लोपोव्योर्वलि इत्यस्य अन्यत्र प्रसक्तिः अस्ति वा इति चेत् इति प्रश्नः. अन्यत्र इत्युक्ते निमित्ते एव भवति किल, तत्र वल् प्रत्याहारे परे भवेत् अपि च पूर्व विद्यमानयोः वकार यकार, तत्र सिव् इति एकं, दिव् इति अपि भवति वा, दिव् इति अपि च परे हा हा. इत्युक्ते अत्र किं चिन्तनीयम् इति चेत् अत्र वल् प्रत्याहारे वकारः, रेपः, लकारः अपि अस्ति खलु. वकारान्तप्रत्ययः तु वयं जानीमः, वकारान्तप्रत्ययः अत्र उत्तमपुरुषे बहुवचने वकारान्तप्रत्ययः अस्ति खलु, पटावः, पटामः, वः इति प्रत्ययः वः इति प्रत्ययः वलि अस्ति अपि च पूर्वं वकारान्तः अस्ति चेत् लोपोव्योर्वलि इत्यस्य अवसरः भवति. तत्र तु चोषुडनासिके च इत्यस्य प्रसक्तिः एव नास्ति. अतः लोपोव्योर्वलि इत्यस्य अन्यत्र लब्धावकाशः अस्ति. पूर्वं वकारः अनन्तरं वकारः अस्ति चेत् लोपोव्योर्वलि इत्यस्य अवसरः अस्ति. यथा तत्र लट्लकारे उत्तमपुरुषे द्विवचने वः इति अस्ति खलु. वः इति सन्दर्भे यदि मामव् इति एक यङ्ग् लुगन्तधातुः अस्ति. मामव् मामव् योगः वः मामव् योगः वः इति सन्दर्भे अत्र चोवशुडनासिके च इत्यस्य प्रसक्तिः एव नास्ति. यतोहि वः इति वकारादिप्रत्ययः अनुनासिकः अपि नास्ति, जलादि अपि नास्ति खलु. सत्यम्. अतः तत्र केवलं लोपोव्योर्वलि इत्यस्यैव प्रसङ्गः, तस्य प्राप्तिः अपि भवति तत्र. तदेव अन्यत्र लब्धावकाशः. इदानीं चोवशुडनासिके च इत्यत्र तादृश अवसरः कुत्रचित् अस्ति वा? तत्र तदेव उदाहरणं न, अधुना ऐ केन् थिङ्क् आफ् एनि भगिनि तत्र. अत्र न न, अन्यत्र लब्धावकाशः इति यदा वयं चिन्तयामः उदाहरणस्य आवश्यकता नास्ति. इत्युक्ते अत्र सूत्रे एव पश्यति चेत् यत्र यत्र पूर्वं इति विषयः अस्ति. पूर्वं वकारः अनन्तरम् अनुनासिकप्रत्ययः अस्ति इति चिन्तयतु इदानीं. पूर्वं वकारः अनन्तरम् अनुनासिकप्रत्ययः अस्ति इति चिन्तयतु. तदानीं तत्र केवलं चोहोषूडनासिके चेत् तस्य कार्यमस्ति वा? न, तत्र लोपोव्योर्वलि इति अपि आगच्छति. अपि च इदानीं जलादिप्रत्ययः अस्ति परः इति चिन्तयतु. पूर्वं वकारः अस्ति इति चिन्तयतु. इदानीं केवलं चोहोषूडनासिके च कार्यं करोति वा? पूर्वं वकारः परं झल् अस्ति चेत् झल् जल् अस्ति चेत् तत्रापि लोपो व्योर्वलि इति आगच्छति. पूर्वं वकार अस्ति इत्युक्ते किं? तत्र चोषुनासिके च इत्यस्य पृथक्क्षेत्रं नास्ति. पृथक्तया कुत्रचित् कार्यं कर्तुम् अर्हति न, अर्हता नास्ति. इत्युक्ते वकारस्य विषये यदा वयं चिन्तनं कुर्मः तत्र सर्वत्र यत्र कुत्रापि वकारः पूर्वम् अस्ति, परे जली अस्ति अथवा अनुनासिकः अस्ति, तत्र सर्वत्र चोषुनासिके च इति आगच्छति, अपि च लोपो व्योवली इति अपि आगच्छति खलु. सत्यम्. अतः चोषुडनासिके च इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति वक्तुं शक्यते वा? नास्ति नास्ति. अतः तत्र चोषुडनुनासिके च इति सूत्रस्य कार्यम् एव भवनीयम् इति अपवादः अस्ति खलु. अपवादः. यदि कार्यं न करोति चेत् निरवकाशं भवति खलु. सत्यम्. इति विषयः अस्ति. स्पष्टमस्ति खलु? आं भगिनि, अधुना अवगतं, धन्यवादः. इत्युक्ते तत्र पृथक् पृथक् करणीयं. तत्र अस्मिन् सूत्रे बहूनि निमित्तानि सन्ति, तर्हि कस्मिन् विषये अस्माकं चिन्तनम् अस्ति तस्मिन् विषये एव अस्माकम् अवधानं भवेत्. तुक् सहितचकारः इति विषयः एव नास्ति, अनयोः सम्बन्धः नास्ति अतः इति त्यजामः. क्वी इति अनयोः सम्बन्धः नास्ति इति त्यजामः. तर्हि केवलं वकारस्य विषये एव अनयोः सम्बन्धः अस्ति. वकार पूर्वस्मिन् सूत्रे वकारः अस्ति, अत्रापि वकारः अस्ति, तत्र एव अस्माकम् अवधानम् अस्ति. लोपोव्योर्वलि इति सूत्रे अपि एकक्षणं भगिनि, लोपोव्योर्वलि इति सूत्रे अपि यकारः अस्ति, तस्मिन् विषये चिन्तनं नास्ति. इदानीं वदतु. न, अत्र तु लोपोव्योर्वलि इत्यस्मिन् द्वे एव निमित्तानि. अहं चिन्तितवती यत्र कुत्रापि द्वे सूत्रयोः अपि बहूनि निमित्तानि भवन्ति चेत् तत्र एकमेकं नीत्वा कुत्र साम्यम् अस्ति तद् दृष्ट्वा बलाबलस्य चिन्तनं करणीयम्. सर्वदा अस्माकं पुरतः उदाहरणं न भवति, सर्वदा उदाहरणं नास्ति, तथापि वयं चिन्तयितुं शक्नुमः. यतोहि यत्र अपवादस्य प्रसङ्गः अस्ति तत्र स्पष्टतया दृश्यते. स्पष्टतया दृश्यते इत्युक्ते लोपोव्योर्वलि इत्यस्य निमित्तं बृहत् अस्ति, वलि इति उक्तं, परन्तु चोहोषूडनासिके च इत्यस्य निमित्तं किञ्चित् लघु अस्ति वलि इत्यस्य अपेक्षया. यथा अस्माभिः वृद्धिरेचि अपि च आद्गुणः इति दृष्टं खलु. आद्गुणः इत्यत्र अचि परे इति उक्तं, वृद्धिरेचि इत्यत्र एचि परे इत्युक्तम्, एचि इति अचि इत्यस्मिन् अन्तर्भूतः अस्ति, यथा अस्ति तथैव अत्रापि जलि अपि च अनुनासिकः तदेव अस्ति, तत्र आद्गुणः वृद्धिरेचि इति स्पष्टतया जानीमः चेत् सर्वत्र एवमेव अस्ति, बहुत्र एवमेव अस्ति। अस्तु तर्हि इदानीम् अग्रे गच्छेम, अत्र कः पठति? लक्ष्मीभगिनी पठतु। आं भगिनि, इदानीं कुतः पठितव्यं? दृष्टान्तः तुक् सहितचकारस्य स्थाने शकारादेशः, पाप्रच् योग मि, छोः शूडनुनासिके च इत्यस्मात् पाप्रश्मि इति रूपं भवति। अग्रे पठामि वा? अग्रे पठतु, अग्रे पठतु। पुगन्धलघुपतस्य च, पुगन्तस्य अङ्गस्य लघुपतस्य च इकः गुणः भवति सार्वधातुके आर्थधातुके च प्रत्यये परे। पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपतं, पुगन्तश्च लघुपतश्च तयोः पुगन्धलघुपथं समाहारद्वन्द्वः तस्य पुगन्धलघुपतस्य, पुगन्धलघुपतस्य षष्ठन्तं पदं च अव्ययपदं द्विपदम् इदं सूत्रं। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, सार्वधातुकार्थधातुकयोः इत्यस्य पूर्ण अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्तिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्। अनुवृत्तिसहितसूत्रं पुगन्धलघुपतस्य च अङ्गस्य इकः गुणः, गुणः सार्वधातुक अर्धधातुकयोः अपि अस्ति, क्षम्यताम्। अग्रे पठति वा एतस्य विवरणं? अर्थः कः इति एकवारं वदतु सारांशरूपेण। दृष्टान्त परिचितमेव, वदतु। हा, पुगन्धलघुपतस्य चेत् सूत्रस्य अर्थः किम् इति चेत्, सार्वधातुकप्रत्ययः परे न चेत् अर्थधातुकप्रत्ययः परे अस्ति चेत् पुगन्धम् अङ्गम् एकस्मिन् पक्षे न चेत् लघुपतम् अङ्गम् एकस्मिन् पक्षे अपि अस्ति चेत् अङ्गस्य अन्तिमवर्णस्य इकः गुणः भवति, अन्तिमवर्णस्य न इकः गुणः भवति इति सूत्रं वदति। अनुवृत्तिसहितसूत्रं पुगन्धलघुपतस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्थधातुकयोः इति सम्पूर्ण अनुवृत्तिसहितसूत्रम् अस्ति। समीचीनम्। इति अस्माकं परिचितं सूत्रमस्ति। लघुपद अङ्गम् अस्ति चेत्, उपदायां लघु इक् वर्णः अस्ति चेत् गुणः भवति सार्वधातुके आर्धधातुके परे इति सूत्रं स्पष्टमस्ति, न कोऽपि प्रश्नः। तर्हि एतावता बुद्धं खलु? कोऽपि प्रश्नः अस्ति वा? स्पष्टता नास्ति चेत् इदानीमेव वक्तव्यं, नो चेत् अग्रे स्पष्टता न भवति। सर्वैः बुद्धं वा अनयोः विषये? अत्र लिखितमस्ति, एकवारं पश्यामः। अस्तु भगिनि, अरुणा भगिनी पठतु अग्रे। भगिनि, सर्वप्रथमं लोपो व्युर्वलि छोः शूरनासिके च इतनयोः मध्ये किं भवति इति द्रष्टव्यम्। लोपो व्युर्वलि इत्यस्य प्रति प्राप्ति भवति चेत् छोः शूरनासिके च इति सूत्रे ऊट् आदेशः न कुत्रापि भविष्यति, अतः सूत्रस्य अयं भागः निरवकाशः। तदर्थं लोपो व्युर्वलि इत्यस्य अपवादः चोः शुडनासिके च। प्रथमं अत्र वयं शिव् धातु योगः उदाहरणं स्वीकृत्य वयं पठितवन्तः, किं सूत्रं, त्रिसूत्राणि प्रवर्तते, किं कथनीयं प्रथमम् इति वयं चिन्तनं कुर्मः। प्रथमं लोपो व्योर्वलि चोः शुडनाशिके च मध्ये किं कार्यं कर्तुम् इच्छति। लोपो व्योर्वलि अङ्गकार्यं नास्ति, अत्रापि वर्णमेलनमेव, परन्तु चोः शुडनाशिके च सूत्रम् अङ्गकार्यमस्ति। अत्र सूत्रं वदति वकार अस्ति चेत् ऊट् आदेशः भवति। वयं लोपो व्योर्वलि उपयोगं कुर्मः तत्र वकारलोपः भवति, सूत्रचोः सूत्रं न कार्यं करोति, निरवकाशः भवति, ततः चोः शुडनाण्डके एव प्रथमं कर्तव्यं। बहु समीचीनं समीचीनम्। इदानीम् अत्र गोमती भगिनी अस्ति वा? अस्तु, तर्हि इदानीं मीना भगिनी वदतु तत्र किम् अवगतम्। तत्र शिव्ययोगः ज्ञायते स्थिते त्रीणि सूत्राणि भवितुं शक्यं, पुगन्तलकूपतस्य लोपोर्व्योर्वलि अपि च श्वोर्षूर् अनुनासिके च। इदानीं लोपोर्व्योर्वलि अपि शूर् अनुनासिके च इति सूत्रं दृष्टवन्तः। अत्र लोपोव्योर्बलि इति प्रथमं कार्यं करोति चेत् वकारव्यकारयोः बलि प्रत्यये परे सिब् इति लह इति लह इति अनुनासिकः वल् प्रत्याहारे अस्ति, अपि च तस्मात् वकारः लोपः वल् प्रत्याहारे परे। तत् लोपोव्योर्बलि इति सूत्रं कार्यं करोति चेत् शूर् शूर् अनुनासिके च इति सूत्रस्य निरवकाशः भवति। किमर्थमिति चेत् वकारः नास्ति, श्वोर्सु अनिका अनुनासिके च इति सूत्रं तुक् सहितचकारम् अपि च वकारमेव सामान्यमस्ति द्वयोः सूत्रयोः। वकारस्य ऊट् आदेशः अनुनासिकप्रत्यये परे, अनुनासिकवर्णे परे, वर्णः वल् प्रत्याहारे अन्तर्भूतः अस्ति। तस्मात् यदि लोपोव्योर्बलि कार्यं करोति चेत् शूर् शूर् अनुनासिके च इति सूत्रस्य निरवकाशः भवति। तावदेव भगिनि, तस्मात् अपवादः सूत्रः इति अनुनासिकस्य च इति सूत्रस्य निरवकाशः भवति, अन्यत्र अवकाशः न भवति यदि लोपोर्व्योर्बलि कार्यं करोति चेत्। सत्यं सत्यं, समीचीनम्। अस्तु, अग्रे गीता भगिनी पठतु। ततः अग्रे चिन्तनीयं यत् चोः शूडननासिके च पुगन्तलघुपदस्य च इत्यनयोः मध्ये किं भवति, द्वयोः अपि अन्यत्र रक्तावकाशः, द्वयमपि अङ्गकार्यं च, पुगन्तलघुपदस्य च इत्यस्य परत्वात् बलवत् स्यात्। सिव् योगः न पुगन्तलघुपदस्य च सेव् योगः न। अत्र द्वयोः सूत्रयोः तुलनं कृतं, द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि एकं निमिषं भगिनि न श्रूयते भगिनि, किञ्चित् शब्दमस्ति अत्र, द्वयोः सूत्रयोः तुलनं कृतम् अत्र तयोः लोपोव्योर्बलि अत्र चोः शूडनासिके च भुगन्तलघुपद्यस्य च इत्यनयोः मध्ये किं भवति इति चिन्तनं कृतम् अत्र, द्वयोः अपि अन्यत्र लब्धावकाशम् अपि अस्ति, द्वयोः अपि अङ्गकार्यं भवति, पुगन्तलघुपदस्य परं सूत्रमस्ति अतः बलवत् अपि भवति, पुगन्तलघुपदस्य इति कारणेन सेव् इति भवति, अङ्गस्य कार्यं भूत्वा सेव् इति गुणं भूत्वा सेव् इति भवति. इदानीं वदतु, द्वयोः अन्यत्र लब्धावकाशः अस्ति इति कथं ज्ञातम्? उपादायां लघु इगुपदम् अस्ति चेत् अन्य इगु अन्य इगु पदं पदस्य कारणात् अन्यत्र अवकाशम् अस्ति. पुगन्तलघुपदस्य इति सूत्रस्य बहु समीचीनं. बहु चूडनासिके अपि अत्र अपि द्वे निमित्ताः सन्ति, अनुनासिकं च झल् झल् प्रत्याः. सो अत्रापि अन्यत्र अवकाशः भवति. हा सत्यम्. इत्युक्ते तत्र चोषुडनासिके च इति सूत्रे तत्र उपादायाः विषये किमपि न उक्तम्. उपादायम् इक् भवतु इक् नास्ति चेदपि एतस्य कार्यं भवति. केवलम् अन्ते वकारः अस्ति अङ्गस्य अन्ते, अपि च अनुनासिकप्रत्ययः अथवा जलादिप्रत्ययः अस्ति चेत् चोषुणासिके च इत्यस्य कार्यं भवति. तत्र उपादायम् इक् वर्णः भवतु इति नास्ति तत्र. इत्युक्ते तादृशधातुः यत्र अङ्गस्य अन्ते वकारः अस्ति, अनन्तरम् अनुनासिकादिप्रत्ययः अस्ति अथवा जलादिप्रत्ययः अस्ति, परन्तु उपादायाम् इक् वर्णः एव नास्ति, तादृशधातुः अस्ति चेत् चोषुणासिके च इत्यस्य कार्यं भवति खलु. यथा तत्र मया उक्तं मामव् इति एकः धातुः अस्ति, मामव् इति धातुः अस्ति, तादृशसन्दर्भे मामव्योगः मह इति यदा वदामः तत्र उत्तमपुरुषे बहुवचने पटामः इति यदा वदामः मह इति प्रत्ययः अस्ति, तत्रापि चोषुणासिके च इत्यस्य अवसरः अस्ति तत्र खलु. एतादृशसन्दर्भे यत्र उपादायं इकारः नास्ति, क्षीव् इति एकः धातुः अस्ति, दीर्घ इकारः अस्ति उपादायां, तत्रापि चोषुणासिके च इत्यस्य अवसरः अस्ति. एतादृशधातवः सन्ति यत्र उपादायम् इक् नास्ति, तत्रापि चोषुणासिके च इत्यस्य अवसरः अस्ति. अतः द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति खलु. द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, पृथक् पृथक् क्षेत्रम् अस्ति द्वयोः. उगन्तलघुपदस्य च इति कार्यं करोति यत्र अङ्गस्य अन्ते वकारः नास्ति चेदपि कार्यं करोति. केवलम् उपादायां लघु इक्वर्णः अस्ति चेत् तत्रापि पुगन्तलघुपदस्य च इति कार्यं करोति, वकारस्य आवश्यकता नास्ति अङ्गस्य अन्ते. एवमेव चोषुणासिके च इति अपि कार्यं करोति यत्र उपादायाम् इक्वर्णः नास्ति चेदपि तत्र कार्यं करोति. अतः अनयोः पृथक् पृथक् क्षेत्रम् अस्ति. तर्हि यत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति तत्र किं वयं किं पश्यामः? विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य परसूत्रं बलवत् भवति इति कारणात्. सत्यं. तर्हि इदानीम् अस्माकं प्रथमं चिन्तनं किं, चोषुणासिके च अपि च पुगन्तलघुपदस्य च अनयोः मध्ये कीदृशसम्बन्धः इति चेत् द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अतः अत्र विप्रतिषेधः अस्ति, तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः अस्ति चेत् विप्रतिषेधे परं कार्यम्. तर्हि अत्र अनयोः सूत्रयोः सङ्ख्यां पश्यामः चेत् उगन्तलघुपदस्य च इति परसूत्रम्, अतः तस्य कार्यं भवतु इति वयं चिन्तयामः आदौ. यतोहि इदानीं केवलं पूर्वपरप्रसङ्गे एव चिन्तनमस्ति, इतः अग्रे तत्र अन्तरङ्गमस्ति वा तत्सर्वम् इदानीम् अग्रे पश्यामः. अस्तु, समीचीनम्. अस्तु, इदानीम् अग्रे तत्र गीताञ्जलि भगिनी पठति वा? आं भगिनि, पठामि. अधुना अस्मिन् अस्मिन् विषये इतोपि चिन्तनीयं. स्युः योगः न इति स्थितौ श्वोः षूडनुनासिके च इत्यस्य कति निमित्तानि? वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययः परः स्यात्. अतः अस्य सूत्रस्य निमित्तद्वयं भवति. तावद्वदतु. अस्तु, कथं चिन्तनीयम् इति प्रश्न अस्ति. स्यु योगः न इति अस्माकम् उदाहरणम् अस्ति चेत् भगिनि एकः प्रश्नः, किमर्थम् इतोपि चिन्तनीयम् अत्र? इतोपि चिन्तनीयं किमर्थं पुगन्तलघुपदस्य च तु परसूत्रम् अस्ति चेत् बलवत् अस्ति इति पूर्वस्मिन् परिच्छेदे दत्तं, किन्तु तस्य विषये किञ्चित् विवरणमस्ति भगिनी अत्र? न, विवरणं नास्ति अत्र, विवरणं नास्ति अत्र. पश्यन्तु अत्र अस्माकं चिन्तनक्रमे कथम् अस्ति, पूर्व पर नित्य अन्तरङ्ग अपवादः इति अस्ति खलु. तर्हि इदानीं प्रथमसोपाने तुल्यबलविरोधः अस्ति इति कृत्वा परसूत्रं बलम् इति उक्तं खलु. तर्हि परसूत्रं यत् सूत्रं परम् अस्ति तस्यैव बलवत्त्वम् इति नास्ति खलु. इदानीं पुनः चिन्तनीयम् अनयोः मध्ये किमपि तत्र अन्तरङ्गमस्ति वा नित्यम् अस्ति वा इति अपि चिन्तनीयं खलु. इदानीम् अत्र कथञ्चित् चोहशूडनासिके च इति सूत्रम् अन्तरङ्गमस्ति चेत् इदानीं पुनः चोहशूडनासिके च इति बलवत् भवति खलु, पुगन्तलघुपदस्य च इत्यस्य अपेक्षया. भवितुम् अर्हति इत्युक्ते अधिकचिन्तनम् आवश्यकं तत्र. अतः एव इतोपि चिन्तनीयम् करणीयमेव. इत्युक्ते तत्र परसूत्रम् अस्ति इति कृत्वा वयं कार्यं कृत्वा अग्रे सर्तुं न शक्नुमः. यत्र पूर्वपरप्रसङ्गः अस्ति परसूत्रं बलवत् इति विचिन्त्य वयम् अग्रे गन्तुं न शक्नुमः. यतोपि अस्माकं चिन्तने द्रष्टव्यम् अत्र किमपि सूत्रम् अपवादसूत्रमस्ति वा, किमपि सूत्रम् अन्तरङ्गसूत्रमस्ति वा इति यावत्पर्यन्तं न चिन्तयामः तावत्पर्यन्तं पूर्णं न भवति अस्माकं चिन्तनम् एतादृशस्थलेषु. सामान्यतया भवति, परन्तु एतादृशविशिष्टस्थलेषु अग्रे चिन्तनीयम्. अस्तु, इदानीं किम् उक्तम् अत्र? अस्तु, तदा अत्रैव सिं योगः न इति स्थितौ एतावता किम् उक्तम्? ओ अस्तु अस्तु, वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादि प्रत्ययः परः स्यात् इत्युक्ते द्वयोः सूत्रयोः वकारान्तम् अङ्गं स्यात् इत्युक्ते इति तु उदाहरणम् एव अत्र अस्ति इत्युक्ते वकारान्तम् अङ्गम् अस्ति अपि च अनुनासिकप्रत्यय न अस्ति अतः अस्य सूत्रस्य निमित्तद्वयं भवति. तदेव दत्तं भगिनी. हा, इत्युक्ते अत्र इतोपि वयं चिन्तयामः अस्माभिः किम् उक्तम् आदौ अन्तरङ्गम् इत्यत्र अङ्गम् इत्यस्य कः अर्थः? अन्तरङ्गम् इत्युक्ते अन्तर्भूता निमित्त अङ्गम् इत्यस्य कः अर्थः? अङ्गम् इत्युक्ते प्रत्ययस्य न न न न अन्तरङ्गम् इत्यत्र अङ्गम् इत्यस्य कः अर्थः? हा हा, अन्तरङ्गम् अङ्गम् इति तु निमित्तम्. हा, तावदेव, अङ्गम् इत्युक्ते निमित्तम्. इदानीं तत्र निमित्तम् इति उक्तम् अत्र अन्तरङ्गम् इत्यत्र निमित्तम् इति उक्तं. तर्हि इदानीं तत्र पश्यामः निमित्तम् इति शब्दस्य कीदृशनिमित्तं स्वीकर्तव्यम् इति विषयः आगच्छति. निमित्तम् इति उक्तं, तर्हि कीदृशनिमित्तं स्वीकर्तव्यम् अत्र? तत्र निमित्ताः, तत्र यानि निमित्तानि भवन्ति तेषां भिन्नभिन्नप्रकाराः भवन्ति. अत्र निमित्तानि शब्दकृतनिमित्तं भवितुमर्हति, अर्थकृतनिमित्तं भवितुमर्हति, संज्ञाकृतनिमित्तं भवितुमर्हति, विभिन्नभिन्नरीत्या भवितुम् अर्हति. अतः अत्र चोहशूडनासिके च इति सूत्रे किम् आवश्यकम् इति चेत् तत्र कति निमित्तानि आवश्यकानि इति चेत् तत्र निमित्तद्वयम् इति वक्तुं शक्नुमः, अकारान्तम् अङ्गम् अपि च अनुनासिकप्रत्ययः इति. तत्र संज्ञाद्वयम् आवश्यकम्, अनुनासिकसंज्ञा अपि च अङ्गसंज्ञा यत्र वकारः अस्ति इति निमित्तद्वयम् अस्ति खलु. आं भगिनि, द्वे अपि स्तः अत्र. अस्तु, इदानीम् अग्रे उषा भगिनी पठति वा? आं भगिनि. अतः सूत्रस्य निमित्तद्वयं भवति, तदा अत्रैव स्वयोगः न इति स्थितौ पुगन्तलघुपथस्य च इत्यस्य कति निमित्तानि? अङ्गम्, इक् लक्षण, लघ्वि, उपदा, आर्धधातुकप्रत्ययः इत्यनेन पञ्चनिमित्तानि, नाम पञ्चसंज्ञा अपेक्षिताः. अङ्गसंज्ञा, संज्ञा, लघुसंज्ञा, उपधासंज्ञा, आर्धधातुकसंज्ञा. पुगन्तलघुपदस्य च इत्यस्य अपेक्षया चुवोः षूड् अनुनासिके च इत्यस्य अल्पनिमित्तिकं निमित्तकत्वं भवति, तदर्थम् अनया दृष्ट्या चुवोः षूड् अनुनासिके च अन्तरङ्गं, पुगन्तलघुपदस्य च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. चुवोः षूट् अनुनासिके च इति सूत्रस्य निमित्तं द्वयो एव अस्ति, परन्तु द्वयम् अस्ति, परन्तु पुगन्तलघुपदस्य च इत्यनेन इति सूत्रेण पञ्चनिमित्तानि अपेक्षितम्. अङ्गम्, अङ्गम्, इक् उपदा, लघु उपदा अण्ड् उपदा, आर्धधातुकप्रत्ययः इत्यनेन पञ्चनिमित्तानि अपेक्षितम्. एकक्षणं भगिनि, पञ्चनिमित्तानि अपेक्षितानि इति तत्र कम् आधारीकृत्य पञ्चनिमित्तानि उक्तम्? अत्र नाम पञ्चसंज्ञाः अपेक्षिताः इति उक्तं खलु? आं भगिनि, पञ्चसंज्ञाः अपेक्षिताः इत्युक्ते तत्र संज्ञाकृतनिमित्तं, संज्ञाकृतनिमित्तम् इत्युक्ते चोगोषुनासिके च इति सूत्रस्य कार्यार्थं संज्ञाद्वयम् अपेक्षितम्, अङ्गसंज्ञा अपि च अनुनासिकसंज्ञा प्रत्ययस्य. पुगन्तलघुपदस्य च इत्यस्य कृते किम् अपेक्षितम्? पञ्चसंज्ञा अपेक्षितम्, अङ्गसंज्ञा, इक् संज्ञा, लघुसंज्ञा, उपदासंज्ञा अण्ड् आर्धधातुकसंज्ञा इति पञ्चसंज्ञाः अपेक्षिताः. आं भगिनि, तर्हि अनयोः मध्ये तत्र किं, तत्र संज्ञाकृतनिमित्तम् आश्रित्य तत्र किं वक्तुं शक्यते? श्वोः षूड् अनुनासिके अल्प संज्ञा अपेक्षितं, पुगन्तलघुपदस्य च इति बहु संज्ञा अपेक्षितम्. अतः श्वोः षूड् अनुनासिके च इति अन्तरङ्गं स्यात्, बलवत् स्यात्, पुगन्तलघुपदस्य च इति सूत्र कम्पेरिसन्, चुवोः षूड् अनुनासिके च इति अन्तरङ्गसूत्रं. कस्य मतेन? कैयटः नाम्ना प्राचीनवैयाकरणस्य मतम्. इत्युक्ते अत्र किम् इति चेत्, विषयः कः इति चेत्, अत्र निमित्तम् अन्तरङ्गम् इत्यत्र अङ्गम् इत्यस्य निमित्तम् इति अर्थः इति वयं जानीमः. तर्हि निमित्तम् इत्युक्ते कीदृशनिमित्तम् इति प्रश्नः भवति. तत्र एव मतभेदाः सन्ति, वैयाकरणानां मतभेदाः सन्ति. तत्र केचन वैयाकरणाः संज्ञाकृतनिमित्तं तत्र स्वीकुर्वन्ति, केचन वैयाकरणाः संज्ञाकृतनिमित्तं न स्वीकुर्वन्ति. तर्हि संज्ञाकृतं न स्वीक्रियते चेत् किं भवति इति अग्रे पश्यामः. एतावता स्पष्टं वा? कोऽपि प्रश्नः अस्ति? भगिनि, क्षम्यतां, वदतु भगिनि. हा भगिनी मम प्रश्नः अस्ति, तत्र निमित्तानि समानानि नास्ति किल, तत्र तु अङ्गसंज्ञा अस्ति, इक्संज्ञा अस्ति, लघुसंज्ञा अस्ति, उपधासंज्ञा, परन्तु तत्र चोषूडनुनासिके तु निमित्तम् अन्यत् अस्ति, तत्र वकारान्त अङ्गसंज्ञा वकारान्तपदमस्ति, तत्र भिन्नः अस्ति. भवतु भवतु, भिन्नभिन्ननिमित्तानि भवन्तु, तथापि सः किं वदति इति चेत् यस्य अल्पनिमित्तिकम् अन्तरङ्गम् इत्यपि अस्ति. अल्पनिमित्तकत्वं यथा तत्र अन्तर्भूतनिमित्तकम् अन्तर्भूतनिमित्तकम् इति यथा उक्तम् अन्तर्भूतनिमित्तकम् अन्तरङ्गम् इति उक्तं, यस्य निमित्तम् अन्तर्भूतम् अस्ति तद् अन्तरङ्गम् इति उक्तम्, एवमेव अल्पनिमित्तकम् अन्तरङ्गम् इत्यपि अस्ति. ओ अस्तु, अन्यत् विचारः अस्ति. अस्तु, अल्पनिमित्तिकम् अन्तरङ्गम् इति विचारः अस्ति, तत्र यस्य निमित्तानि अल्पानि सन्ति तदेव तत्र अन्तरङ्गम् इत्यपि अस्ति. तर्हि तत्र निमित्तम् इत्यस्य कः अर्थः? अल्पनिमित्तकम् इति उक्तं, तत्र निमित्तम् इत्यस्य कः अर्थः? अत्र संज्ञाकृतनिमित्तं वा अथवा अन्यत् किमपि वा इति प्रश्नः. संज्ञाकृतनिमित्तम् इति पश्यामः चेत् कस्य अल्पनिमित्तकम् इति चेत् निमित्तकत्वम् इति चेत् पुगन्तलघुपदस्य च इत्यस्य अल्पनिमित्तकत्वं, क्षम्यतां, चोः शूलनासिके च इत्यस्य अल्पनिमित्तकत्वम्, अतः तद् अन्तरङ्गम्. एकः प्रश्नः, कयतः नाम्ना प्राचीनव्याकरणम् अस्ति, परन्तु मतं सम्बन्धे केवलं कोऽपि अन्यव्याख्या नास्ति, केवलं अग्रे पश्यामः, अग्रे पश्यामः, अग्रे आयासे. धन्यवादः. अस्तु, तत्र अन्यप्रश्नः आसीत् गीताञ्जलि भगिनी. आं भगिनि, तत्र इत्युक्ते चोः शूडनास्तिके च इति सूत्रस्य विषये निमित्तद्वयम् अस्ति, अङ्ग अपि च अनुनासिक. अङ्ग इत्युक्ते निमित्तं न, अत्र अङ्गम् इत्युक्ते न निमित्तं नास्ति, वकारान्तम् अङ्गम् इत्युक्ते अङ्गसंज्ञा, संज्ञा अस्ति खलु अत्र, संज्ञा तु अस्ति किन्तु अर्थ निमित्तं वा न अन्तरङ्गम् इति यदा वदामः तदानीम् अङ्गम् इत्यस्य निमित्तम् इति अर्थः. अस्मिन् सूत्रे चोः शूरनासिके च इति सूत्रे कानि निमित्तानि अपेक्षितानि, संज्ञाकृतनिमित्तानि अपेक्षितानि यदा पृच्छामः तदानीं वकारान्त अङ्गसंज्ञा, अङ्गसंज्ञा इत्युक्ते प्रत्ययात् पूर्वं यः भागः अस्ति तस्य अङ्गसंज्ञा इति अस्ति खलु, तत्र अङ्गम् इत्यर्थः न तु निमित्तम्. अस्तु अस्तु, ओ अस्तु अस्तु, तदा तत्तु अहम् अवगतं पूर्व, किन्तु अधुना तु स्पष्टं भगिनि, किन्तु इत्युक्ते पुगन्तलघुपदस्य च अपि अङ्गसंज्ञा समानेव, अपि च चोः शूडनासिके च इति अपि समानेव अङ्गसंज्ञा. अस्तु, अधुना तु सत्यं सत्यं, धन्यवादः. उभयत्र अङ्गसंज्ञा समाना एव, तत्र समानमस्ति, चोः शूडनासिके च इत्यत्र अनुनासिकप्रत्ययसंज्ञा अपि अपेक्षिता, अनुनासिकप्रत्ययसंज्ञा अपेक्षिता. उगन्तलघुपदस्य च इत्यत्र तु इक् वर्णः उपधायाम् इक् संज्ञा, लघुसंज्ञा, उपधासंज्ञा, अर्धधातुकसंज्ञा. यदि वयं पश्यामः चेत् तत्र उगन्तलघुप चोः शूडनासिके च इत्यत्रापि वयं वक्तुं शक्नुमः अनुनासिकसंज्ञा अपि च प्रत्ययसंज्ञा इत्यपि वक्तुं शक्नुमः, तर्हि अत्रापि प्रत्ययसंज्ञा अपि भवितुमर्हति. अस्तु अस्तु, अवगतं इति तत्र इतोपि चिन्तयितुं शक्नुमः, परन्तु यत्किमपि भवतु तत्र अन्ततो गत्वा पुगन्तलघुपदस्य च इत्यस्य तु इतोपि बहूनि संज्ञाकृतनिमित्तानि सन्ति चोः शूरनासिके च इत्यस्य अपेक्षया इति स्पष्टं खलु. अस्तु, विनय महोदय अग्रे पठतु. अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम्. अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम्. अस्मिन् विषये च महती चर्चा भवति. अत्र अन्ततः गत्वा नागेशः इति नवीन वैयाकरणस्य मतम् अधित्वे स्वीक्रियते. तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः. नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि. भाष्यकारस्य चिन्तनं किं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति. अग्रे पठामः. तावत् अत्र यदि अहम् अवगच्छामि, नागेशभट्ट एकक्षण, नागेशभट्ट क्रमेण प्रथमवाक्यं किम् उक्तं क्रमेण वदतु. प्रथमवाक्यम् अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम्. अन्तरङ्गस्य सम्बन्धे यदि अन्तरङ्गविषयः अस्ति तर्हि निमित्तं कथं वयं निश्चित कुर्मः. अर्थकृतं निमित्तं, संज्ञाकृतं वा शब्द, त्रीणि प्रकारः भवति. शब्द निमित्त, संज्ञानिमित्त वा अर्थनिमित्त. अतः विवादः अस्ति अत्र कयटः. यदि अहम् अवगच्छामि केवलं संज्ञाकृतनिमित्तम् अवदत्, अस्मिन् विषये च महती चर्चा भवति, तर्हि एव चर्चा भवति. यथा नागेशभट्ट मत भिन्न अस्ति. नागेशभट्ट भाष्यकारः परिभाषाः लिखितवान् त्रयस्त्रिंशत् एक त्रयस्त्रिंशत् एकशतं परिभाषायां लिखितवान्. तत्र नागेशभट्ट प्रायः प्रदर्शयति अतः शब्द कृतनिमित्तं वा शब्द कृतनिमित्तं स्वीकृतः. अग्रे पश्यामः महोदय किं स्वीकृतमिति. अस्मिन् विषये च महती चर्चा अस्ति. अत्र अन्ततः गत्वा नागेश इति नवीनव्याकरणस्य मतम् अद्यत्वे अप् टु नौ स्वीकृते नागेशभट्टस्य मत. परन्तु नागेशभट्ट मत पतञ्जले अपि स्वीकृतः. भाष्यकारस्य चिन्तनं किं किमर्थं तथा च इत्यपि नागेश प्रदर्शति. वयम् अग्रे पठामः. समीचीनं समीचीनम्. इत्युक्ते तत्र निमित्तं किम् इत्यस्मिन् विषये चर्चा अस्ति, महती चर्चा अस्ति, मतभेदाः सन्ति. तथापि अत्र यथा अस्माभिः पूर्वस्मिन् परिच्छेदे दृष्टं, कयटः इति तु संज्ञाकृतनिमित्तमेव स्वीकरोति. परन्तु अत्र वयं पश्यामः चेत् अद्यत्वे नागेशः इति अस्ति तत्र वैयाकरणः नव्यवैयाकरणः. तस्य चिन्तनं किम् इति अग्रे लिखितम् अस्ति. तस्य चिन्तनं तु भाष्यकारस्य चिन्तनमेव अस्ति. अतः तस्य चिन्तनस्य आधारेण अग्रे वयं पश्यामः किम् अस्ति इति. अस्तु, इदानीं तत्र ललिता भगिनी पठतु. आं भगिनि, अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे न अग्रे सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं. शब्दः नाम कः, वर्णः पदं चेति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति, अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना, शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति, अतः अर्थः शब्दस्य विशेषणम्, शब्दः एव विशेष्यः, स च शब्दः व्याकरणस्य प्रमुखविषयः, तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपीनिमित्तस्य ग्रहणम्, तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं स्वीक्रियते. प्रथमवाक्यद्वयं वदतु. सारांशः अत्र उच्यते. व्याकरणशास्त्रस्य शब्दशास्त्रमेव नाम व्याकरणशास्त्रे शब्दस्य व्याकरणशास्त्रे शब्दस्य प्राधान्यं भवति. शब्दः नाम कः? वर्णः पदं च इति. यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति. यावद् वदतु. वर्णः भवति, वर्णः शब्दः भवति इति अर्थः भवति इति अर्थः. अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना. अर्थः मीन्स् वाट् भगिनी? संज्ञा इस् द टेक्निकल् टर्म् नेम् गिवन्, वेरस् अर्थः अर्थः इत्युक्ते सामान्यतया अर्थः इत्युक्ते पदार्थः, पदस्य अर्थः, पदार्थः यदा वदामः अर्थः पदस्य अर्थः. अर्थः भिन्नः, संज्ञा च तस्मात् भिन्ना. शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति. अतः अर्थशब्दस्य विशेषणं शब्द एव विशेष्यः. विशेषविशेष्यसम्बन्धम् अस्ति. शब्द च शब्द और् अर्थ च विशेषविशेषणभावम् अस्ति. विशेष्यं किं? विशेष्यं शब्दः विशेष्यः, अर्थः विशेषणम् अस्ति. शब्दस्य अर्थः विशेषणम् अस्ति. सः च शब्दः व्याकरणस्य प्रमुखविषयाः. तत्कारणात् शब्दः प्रमुखविषयः अस्ति इति व्याकरणे अस्ति. व्याकरणे शब्दः एव प्रमुखविषयः, अतः तदर्थं किम् उच्यते अग्रिम अन्तिमवाक्ये वाक्यद्वये? तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तस्य ग्रहणं. तत्कारणात् असिद्धं बहिरङ्गम् अन्तरङ्गे. असिद्धं बहिरङ्गम् अन्तरङ्गे बिकास् आफ् दिस् सूत्रम् असिद्धं बहिरङ्गम् अन्तरङ्गम् इति सूत्रेण परिभाषासूत्रेण सूत्रं नास्ति, परिभाषा परिभाषा अस्ति. ओके. परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तकस्य ग्रहणम्. तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गं शब्देन शब्दरूपी निमित्तं स्वीक्रियते. अत्र पश्यतु, अत्र पश्यतु, निमित्तम् इति यदा उक्तम् अन्तरङ्गम् इति शब्दे अङ्गम् इत्युक्ते निमित्तम् इत्युक्तं कीदृशनिमित्तं स्वीकर्तव्यम् इति एव अस्माकं मूलः प्रश्नः. अन्तरङ्गम् इत्यत्र अङ्गम् इत्यस्यार्थः निमित्तम् इति उक्तं, कीदृशनिमित्तं स्वीकर्तव्यम् इत्यस्मिन् विषये एव मतभेदाः सन्ति खलु. अत्र कश्चन वदति संज्ञाकृतनिमित्तं स्वीकर्तव्यम् इति कश्चन वदति, अपि च अन्यः वदति अर्थकृतनिमित्तमेव स्वीकर्तव्यम्. अर्थकृतनिमित्तस्य उदाहरणम् अग्रे आयास्यति. अर्थकृतनिमित्तम् इत्युक्ते किम् इति अग्रे आयास्यति, पश्यामः. कश्चन वदति अर्थकृतनिमित्तमेव स्वीकर्तव्यम् इति वदति, अन्यः वदति न न अत्र अर्थकृतनिमित्तं नास्ति, शब्दकृतनिमित्तमेव स्वीकर्तव्यं. किमर्थम् इति चेत् व्याकरणं तु शब्दशास्त्रमस्ति, अत्र शब्दस्य एव प्राधान्यम् अस्ति व्याकरणे, अतः शब्दः एव निमित्तरूपेण स्वीकर्तव्यः इति अन्यः वदति. तर्हि अत्र इदानीं तत्र वयं जानीमः परिभाषा अस्ति, द्वयोः सूत्रयोः मध्ये एकं बहिरङ्गम् अन्यत् अन्तरङ्गम् अस्ति चेत् बहिरङ्गम् असिद्धम् इति उक्तं, तर्हि अन्तरङ्गस्य निर्णयार्थम् अन्तरङ्गबहिरङ्गनिर्णयार्थं शब्दकृतनिमित्तं स्वीकृत्य वयं पश्यामः अग्रे इति उक्तम्. अस्माकं यतोहि व्याकरणशास्त्रं शब्दशास्त्रमस्ति, शब्दस्य प्राधान्यम् अस्ति, अतः शब्दमेव वयं निमित्तरूपेण स्वीकृत्य तत्र अन्तरङ्गबहिरङ्गयोः निर्णयं कुर्मः इति अत्र अन्ते सारांशः अस्ति. परन्तु इदानीम् एतावता संज्ञाकृतनिमित्तम् इति किम् इति पूर्वस्मिन् परिच्छेदे चर्चितम्, अर्थकृतनिमित्तम् इति अग्रे आयास्यति, शब्दकृतनिमित्तमपि अग्रे आयास्यति. स्पष्टं वा? स्पष्टं भगिनि. अस्तु, अग्रिमपरिच्छेदे तत् वंशीवर्णी पठतु भगिनि. किमर्थं नागेश वैयाकरणस्य चिन्तनं स्वीकरोति इदानीं? मया नागेश चिन्तनम् अपि भाष्यकारस्य चिन्तनं समानमेव. न न, भाष्यकारस्य चिन्तनं समानमेव. किमर्थं नागेशस्य चिन्तनं स्वीकरोति इति वदति चेत् अत्र अद्यत्वे नागेशः इत्यस्य एव प्रामुख्यमस्ति. अत्र पूर्वं त्रिमुनिः इति आसीत् खलु, पाणिनिः, कात्यायनः, पतञ्जलिः इति त्रिमुनि इति आसीत्. तत्पश्चात् कस्य प्राधान्यम् इति चेत् नागेशस्य प्राधान्यम् अस्ति. नागेशस्य प्राधान्यम् अस्ति, अतः नागेशः किं वदति इति चेत् अस्मिन् विषये सः वदति शब्दकृतनिमित्तमेव स्वीकर्तव्यम् इति सः वदति, अतः वयं स्वीकुर्मः. यदि तत्र कोऽपि वदति अहं नागेशस्य मतं न स्वीकरोमि, अहं कैयटस्य एव मतं स्वीकरोमि इति चेत् तत्तु भिन्नविषयः अस्ति. भगिनि एकक्षणं, भगिनी पृच्छामि वा? वदतु. अत्र शब्दम् इति वदनेन अर्थसहितशब्दं स्वीकर्तव्यं वा? अर्थसहितशब्दः एव, तदर्थमेव अत्र उक्तं खलु शब्दः अर्थवान् भवति. इत्युक्ते अस्माकं व्याकरणशास्त्रे शब्दः इति वदामः चेत् तत्र यदि धातुः वा प्रातिपदिकमेव अस्माकं मूलमस्ति खलु, तस्मात् एव सर्वं निर्मीयते. धातुः इत्यस्यापि अर्थः अस्ति, प्रातिपदिकम् इत्यस्यापि अर्थः अस्ति, अतः तस्मात् निर्मितः यत्किमपि पदम् अर्थवत् एव भवति. सत्यम्. अतः शब्दः इति यदा वदामः चेत् अर्थः अपि आगच्छति. अतः एव तत्र रघुवंशे प्रथमश्लोके वागर्ताविव सम्पृतौ इति अस्ति खलु, तत्र शब्दः अर्थः पृथक् कर्तुं न शक्नुमः, शब्दः अस्ति चेत् अर्थः अपि आगच्छति एव. सत्यम्. अत्र मम प्रश्नः तदेव अस्ति, अत्र पुनः अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति पुनः अर्थं शब्दं च पृथक् कृतं खलु, अतः तत् कथं कथम् अस्ति अग्रे पश्यामः. अत्र आगच्छति अर्थः इत्युक्ते किमर्थं तथा उक्तम् इति अग्रे उदाहरणसहितं पश्यामः. इदानीं वदामि चेत् अपि क्लेशः भवति, अग्रे अस्ति, तस्मिन् विषये बहु चर्चा अस्ति, पश्यामः. अस्तु, इदानीं उदाहरणार्थम् अत्र सिव्योगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदोऽपि अपेक्षमाणः शब्दः तु सिव् इत्येव. अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्ग्यसंज्ञकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपस्थः शब्दः एव निमित्तपदेन गृह्यते, न तु अर्थः संज्ञा वा. तत्र शब्दस्य प्राधान्यम् एव अस्ति, अर्थस्य प्राधान्यं नास्ति इति उक्तं, परन्तु किञ्चित् भ्रमः अस्ति भगिनि तत्र तु. मम तु अत्र तत्र तु सिव्योगः न इत्यस्मिन् अङ्गसम्बन्धकार्याणि अपि भवितुम् अर्हन्ति, इक् सम्बन्धकार्याणि लघुत्वम् इत्यस्य प्रसक्तिः अपि अस्ति, उपधात्वम् अपि प्रसक्तिः अस्ति, परन्तु एतेषां प्रसक्ति भवितव्यं चेत् अपि तत्र शब्दः तु सिव् एव इति उक्तम्. इत्युक्ते शब्दस्य प्राधान्यम् एव अस्ति, अन्येषां प्राधान्यात् अपेक्षया वा इति मम अवगमनं न जानामि. अतः वस्तुतः वदतु, क्षम्यताम्. पूरयतु भवती. अतः वस्तुतः शब्दस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य, इत्युक्ते अङ्गकार्यस्य अपेक्षया शब्दस्य एव प्राधान्यम् अस्ति इति अत्र लिखितं. शब्दशास्त्रे शब्दस्य प्राधान्यं सप्तम्यन्तं वा या पञ्चम्यन्तनिमित्तं, यदि सप्तम्यन्तं निमित्तमस्ति, यदि अपि च पञ्चम्यन्तं निमित्तं भवितुम् अर्हति अपि, अस्मिन् स्थितौ तु शब्दस्य एव ग्रहणं भवति, न तु अन्यस्य इति मम अवगमनं. न जानामि सम्यक् अस्ति वा. समीचीनं. पश्यतु अत्र किम् अस्ति इति चेत्, यदि अत्र अङ्गत्वम्, इक्त्वं, लघुत्वम्, उपधात्वम् एतत् सर्वं तत्र वैज्ञानिकमस्ति खलु, तत्र बुद्धिकृतमस्ति. अत्र पाणिनिः स्वयमागत्य एतत् सर्वं तत्र स्थापितवान्. ओ, अस्य नाम अङ्गम् इति संज्ञा, अस्य इक् इति प्रत्याहारः, अत्र तत्र लघु इति संज्ञा, उपदा इति संज्ञा, इति संज्ञा सर्वं पाणिनिना कृता खलु. संज्ञाः पाणिनिना कृताः इत्युक्ते तत्र वास्तविकं नास्ति. वास्तविकं नास्ति इत्युक्ते तत्र पारिभाषिकम् अस्ति खलु. अस्तु, आम्, तत् सत्यं. हा, अवगच्छामि. तत् पारिभाषिकम् इत्युक्ते तत्र पारिभाषिकम् इत्युक्ते somebody created them. Somebody created them for a specific purpose. इति पारिभाषिकम् अस्ति. वास्तविकसम्बन्धः नास्ति. वास्तविकम् अत्र किम् अस्ति, यदि व्याकरणशास्त्रमेव नास्ति चेत् अत्र किम् अस्ति तत्र वस्तुगत्या? सिव्योगः न्य न इत्यत्र स्यान इत्यत्र केवलं तत्र शब्दः एव अस्ति खलु. स्यान इत्यत्र सकार उत्तरवर्ति यकारः, यकार उत्तरवर्ति आकारः, आकार उत्तरवर्ति नकारः, नकार उत्तरवर्ति आकारः इति तादृश आनुपूर्वी एव अस्ति खलु, शब्दस्य क्रमः अस्ति खलु. तर्हि एतत् सर्वं किमपि नास्ति चेदपि लोके किम् अस्ति? शब्दः एव अस्ति लोके. स्यान इति यदा वदामि चेत् शब्दः अस्ति तत्र. अस्तु, अस्ति खलु. आं भगिनि, आम्, तत् एतत् सर्वं तु. अतः सः किं वदति इति चेत् अत्र वास्तविकं किम् अस्ति तत्र लोके, तत्र व्याकरणस्य लक्ष्यं किम्? तत्र पदस्य निर्माणमेव व्याकरणस्य लक्ष्यं. तर्हि शब्दः एव प्रधानः अस्ति व्याकरणे. अतः संज्ञा तु यत् सर्वं कृतम् अस्ति, पारिभाषिकम् अस्ति, वैज्ञानिकम् अस्ति, तस्य स्वीकारः मास्तु. वयं केवलं शब्दमेव स्वीकृत्य पश्यामः. शब्दं स्वीकुर्मः चेत् अर्थः अपि तस्मिन्नेव अन्तर्भूतः भवति, संज्ञायाः विषये चिन्तनं मास्तु इति सः वदति तावदेव. अस्तु, अस्तु, अवगच्छामि. अधुना तु स्पष्टमस्ति. तर्हि तत्र शब्दस्यैव प्राधान्यात् तत्र सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपस्थः शब्दः एव निमित्तपदेन गृह्यते. तर्हि निमित्तम् इति यदुक्तं, शब्दकृतनिमित्तम् इति उक्तम्, इदानीं शब्दस्य प्राधान्यम् अतः शब्दकृतनिमित्तमेव स्वीकर्तव्यम् इति उक्तं. तर्हि तत्र तस्य अर्थः कः इति चेत्, यत् तत्र सप्तम्यन्ततया वा पञ्चम्यन्ततया यत् पदं सप्तम्यन्ततया इत्युक्ते सूत्रे यत्पदं सप्तमी विभक्तिरूपेण अस्ति, पञ्चमीविभक्तिरूपेण अस्ति, तदेव वयं निमित्तरूपेण स्वीकुर्मः इति अर्थः आगच्छति. अस्तु, अस्तु भगिनि, स्पष्टमस्ति. अस्तु, अत्र स्थगयामः. अत्र बहु किमपि अस्ति. पुनः एकवारं पठन्तु, ध्वनिमुद्रणं शृण्वन्तु, अग्रे इतः अग्रे सर्तुं शक्नुमः. पुनः अस्मिन् परिच्छेदे अग्रिमसप्ताहे अपि चिन्तनं कुर्मः. अस्तु भगिनि, धन्यवादः भगिनि, धन्यवादः. अस्तु तर्हि, धन्यवादः, नमस्ते. धन्यवादः.